पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 3 भीष्म उवाच निर्गुणस्याप्रमेयस्य शुद्धस्याधमहात्मनः कथं सर्गादिकर्तृत्वं ब्रह्मणो ह्युपपद्यते पुलस्त्य उवाच शक्रयः सर्वभावानामचिन्त्याज्ञानगोचराः यत्तदो ब्रह्मणस्तास्तु सर्गाद्या भावशक्रयः उत्पन्नः प्रोच्यते विद्वान्नित्य एवोपचारतः निजेन तस्य मानेन आयुर्वर्षशतं स्मृतम् तत्पराख्यं परार्थं च तदर्थं परिकीर्तितं काष्ठा पञ्च दशाख्याता निमेषा नृपसत्तम काष्ठास्त्रिंशत् कला त्रिंशत् कला मौहूर्तिको विधिः तावत्सङ्ख्यैरहोरात्रम् मुहूर्तैर्मानुषं स्मृतम् अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः तैषष्टिभिरयनं वर्षमयने दक्षिणोत्तरे अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनं दिव्यैर्वर्षसहस्रैस्तु कृतत्रेदादिसंज्ञितं चतुर्युगं द्वादशभिस्तद्विभागं निबोध मे चत्वारि त्रीणि द्वे चैकं कृतादिषु यथा क्रमं दिव्याब्दानां सहस्राणि युगेष्वाहुः पुराविदा तत्प्रमाणैः शतैः सन्ध्या पूर्वा तत्राभिधीयते सन्ध्यां शकश्च तत्तुल्यो युगस्यानं तरोहि यः सन्ध्या सन्ध्यां शयोरन्धकालो यो नृपसत्तम युगाख्यः सदु विज्ञेय कृतत्रेदादिसंज्ञितः कृतं त्रेदाद्वापरं च कलिश्चैव चतुर्युगं प्रोच्यते तत्सहस्रं तु ब्रह्मणो दिवसं नृप ब्रह्मणो दिवसे राजन्मनवश्च चतुर्दश भवन्ति परिमाणं च तेषां कालकृतं शृणु सप्तर्षयसुराशक्रो मनुस्तत्सुनवो नृप एककाले हि सृज्यं ते संह्रियं ते च पूर्ववद चतुर्युगानां सङ्ख्याता साधिका ह्येकसप्ततिः मन्वन्तरं मनोकालसुरादीनां च पार्थिव अष्टौ शतसहस्राणि दिव्यया सङ्ख्यया स्मृतः द्विपं चाशत्तधान्यानि सहस्राण्यधिकानि च त्रिंशत्कोट्यस्तु सम्पूर्णाः सङ्ख्याता सङ्ख्यया नृप सप्तषष्टिस्तधान्यानि नियुतानि महामते विंशतिश्च सहस्राणि कालोऽयमधिकं विना मन्वन्तरस्य सङ्ख्येयं मानुषैरिकवत्सरैः चतुर्दश गुणो ह्येष कालो ब्राह्ममहस्मृतम् ब्राह्मो नैमित्तिको नाम तस्यां ते प्रतिसञ्चरः तदा हि दह्यते सर्वं त्रैलोक्यं भूर्भुवादिकम् जनं प्रयान्ति तापार्ता महर्लोकनिवासिनः एकार्णवे तु त्रैलोक्ये ब्रह्मा ब्रह्मविदाम्बरः भोगिशय्यागदस्येदे त्रैलोक्यग्रासभृंहितः जनस्थैर्योगिभिर्देवश्चिन्त्यमानो जगद्विभुः तत्प्रमाणां हि तां रात्रिं तदं ते सृजदे पुनः एवं तु ब्रह्मणो वर्षमेवं वर्षशतं च तद शतं हि तस्य वर्षाणां परमायुर्महात्मनः एकमस्य व्यतीतं तु परार्थं ब्रह्मणो नख तस्यान्ते भून्महाकल्पः पात्म इत्यभिविश्रुतः द्वितीयस्य परार्थस्य वर्धमानस्य वै नृप वाराह इति कल्पोऽयं प्रथमः परिकल्पितः ब्रह्मा नारायणाख्योऽसौ कल्पादौ भगवान्यथा ससर्ज सर्वभूतानि तदा चक्ष्वमहामुने पुलस्त्य उवाच प्रजा ससर्ज भगवाननादिः सर्वसम्भवः अतीतकल्पावसने निशासुक्तोद्भितः प्रभुः तत्त्वोद्रिक्तस्तदा ब्रह्मा शून्यं लोकमवैक्षत तोयान्तः समहीं ज्ञात्वा निमग्नां वारिसंप्लवे प्रविचिन्त्य तदुद्धारं कर्तुकामप्रजापतिः विष्णुरूपं तदा ज्ञात्वा पृथ्वीं वोढुं स्वतेजसा मत्स्यकूर्मादिकां चान्यां वाराहीं तनुमाविशद वेदयज्ञमयं रूपमाश्रित्य जगदस्थितौ स्थितस्थिरात्मा सर्वात्मा परमात्मा प्रजापतिः प्रविवेशे तदा तोयं तोयाधारे धराधरः निरीक्ष्यतं तदा देवी पादालतलमागतं तुष्टावप्रणदा भूत्वा भक्तिनम्रा वसुन्धरा पृथिव्युवाच नमस्ते सर्वभूताय नमस्ते परमात्मने मामुद्धरास्मादद्य त्वं त्वत्तोऽहं पूर्वमुद्धिता परमात्मन्नमस्तेऽस्तु पुरुषात्मन्नमोऽस्तु ते प्रधानव्यक्तरूपाय कालभूताय ते नमः त्वं कर्ता सर्वभूतानां त्वं पादा त्वं विनाशकृद सर्गादौ यः परो ब्रह्म विष्णुरुद्रात्मरूपदृक् भक्षयित्वा च सकलं जगत्येकार्णवीकृते शेषे त्वमेव गोविन्दचिन्त्यमानो मनीषिभिः भवतो यत्परं रूपं तन्न जानाति कश्चन अवतारेषु यद्रूपं तदर्चन्ति दिवौकसः त्वामाराध्य परं ब्रह्म यादा मुक्तिं मुमुक्षवः वासुदेवमनाराध्य को हि मोक्षमवाप्स्यति यद्रूपं मनसा ग्राह्यं यद्ग्राह्यं चक्षुरादिभिः बुद्ध्या च यत्परिच्छेद्यं तद्रूपमखिलं तव त्वन्मय्यकं त्वदाधारा त्वत्सृष्टा त्वामुपाश्रिता माधवीमिति लोकोऽयमभिधत्ते ततो हि माम् एवं संस्तूयमानस्तु पृथिव्या पृथिवीधरः सामस्वरध्वनि श्रीमान् जगर्ज परिघर्खरं ततः समुत्क्षिप्य धरां स्वं दंष्ट्रया महावराहस्फुटपद्मलोचनः रसातलादुत्पलपत्रसन्निभसमुद्धितो नील इवाचलो महान् उत्तिष्ठदा तेन मुखानिलाहदं तदा प्लवाम्बो जनलोकसंश्रयान् सनन्दनादिनपकल्मषान्मुनींश्चकारभूयोऽपि पवित्रतास्पदं प्रयान्ति तोयानि कुराग्रविक्षदे रसातलेथ हृदशब्दसन्ततिः बलाहकानां च तदिस्तुतस्य श्वासानिलास्ता परिधप्रयाति उत्तिष्ठतस्तस्य जलार्द्रकुक्षेर्महावराहस्य महीं विदार्य विधून्वदो वेद मह्यं शरीरं रोमान्तरस्था मुनयो जुषन्ति जनेश्वराणां परमेशकेशवप्रभुर्गदा शङ्खदराशिचक्रधृक प्रभूदिनाशस्तिदि हेदुरीश्वरस्त्वमेव नान्यत्परमं च यत्पदं पादेषु वेदस्तव यूपदंष्ट्रा दं तेषु यज्ञाश्रुतयश्च वक्त्रे हुदाश जिह्वोऽसि तनूरुहाणि दर्भाः प्रभो यज्ञपुमांस्त्वमेव द्यावा पृथिव्योरतुलप्रभावयदं तरं तद्वपुषा तवैव व्याप्तं जगद्वापि समस्तमेदद्धिदाय विश्वस्य विभो भवत्वम् परमात्मा त्वमेवैको नान्योऽस्ति जगदः पदे तवैष महिमा येन व्याप्तमेदच्चराचरम् ज्ञानस्वरूपमखिलं जगदे ददबुद्धयः अर्थस्वरूपं पश्यन्तो भ्राम्यं दे तमःसप्लुवे ये दुज्ञान विदशुद्ध चेतसस्तेऽखिलं जगद ज्ञानात्मकं प्रपश्यन्ति त्वद्रूपं परमेश्वर प्रसीद सर्वभूतात्मन् भवाय जगदस्त्विमाम् उद्धरोर्वीममेयात्मन्निमग्नामब्जलोचना सत्त्वोद्रिक्तोऽसि भगवन् गोविन्द पृथिवीमिमां समुद्धर भवायेश कुरु सर्वजगद्धिदं एवं संस्थूयमानश्च परमात्मा महीधरः उज्जहारक्षिदिं क्षिप्रं न्यस्तवान् स महार्णवे तस्योपरि जलौकेस्य महदी नौरिवस्थिता ततः क्षिदिं समां कृत्वा पृथिव्यामचिनोद्गिरीन् यथा विभागं भगवाननादिपुरुषोत्तमः भूविभागं तथ कृत्वा सप्तद्वीपान्यथा तथं भूधाद्यांश्चतुरो लोकान् पूर्ववत्समकल्पयत् ब्रह्मणे विष्णुना पूर्वमेतदेव प्रदर्शितं तुष्टेन देवदेवेन त्वं देवः पुरुषोत्तमः त्वया मया जगच्छेदं धार्यं बाल्यं च यत्नतः येषां त्वसुरमुख्यानां वरो दत्तो मयाधुना देवानां हितकामेन हन्तव्यास्ते त्वया विभो अहं सृष्टिं करिष्यामि सा च पाल्या त्वया विभो यवमुक्तो गतो विष्णो देवादीन सृजद्विभुः अबुद्धिपूर्वकस्तस्य प्रादुर्भूतस्तमोमयः तमोमोहो महामोहस्तामिश्रो ह्यन्धसंज्ञकः पञ्चधावस्थितसर्गो ध्यायतस्तु महात्मनः बहिरन्धश्चाप्रकाशत्संवृतात्मा नगात्मकः मुख्याना गायतश्चोक्ता मुख्यसर्गस्तदस्त्वयम् तं दृष्ट्वा साधकं सर्गममन्यदपरं प्रभुः तस्याभिध्यायतः सर्गस्तिर्यक्स्रोतोऽभ्यवर्तत यस्मात्तिर्यक्प्रवृत्तिः स्यात्तिर्यक्स्रोतस्तदस्मृतः पश्वादयस्ते विख्यातास्तमः प्राया ह्यवेदिनः उत्पदग्राहिणश्चैव ते ज्ञाने ज्ञानमानिनः अहं कृतास्त्वहं माना अष्टाविंशद्विधात्मकाः अन्धप्रकाशास्ते सर्व आवृतास्ते परस्परम् समप्यसाधकं मत्वा ध्यायतोऽन्यस्तदो भवद ऊर्ध्वस्रोतस्तृतीयस्तु सात्विकोर्ध्वमवर्तत ते सुखप्रीतिबहुला बहिरन्तरनावृताः प्रकाशा बहिरन्तश्च ऊर्ध्वस्रोतस्तदस्मृताः तुष्टात्मनस्तृतीयस्तु देवसर्गस्तु संस्मृतः तस्मिन् सर्गे भवत्प्रीतिर्निष्पन्ने ब्रह्मणस्तदा तदोऽन्यं स तदा दध्यौ साधकं सर्गमुत्तमम् असाधकांस्तु तान् ज्ञात्वा मुख्यसर्गादिसम्भवान् तदाभिध्यायतस्तस्य सत्याभिध्यायिनस्तदः प्रादुर्भूतस्तदा व्यक्तादर्वाक्स्रोतस्तु साधकः यस्मादर्वाक्प्रवर्तं ते तदो वाक्स्रोतसस्तु ते च प्रकाशबहुलास्तमोद्रिक्ता रजोऽधिका तस्मात् ते दुःखबहुला भूयो भूयश्च कारिणः प्रकाशा बहिरन्तश्च मनुष्याः साधकाश्च ते पञ्चमोऽनुग्रहसर्गः स चतुर्धा व्यवस्थितः विपर्ययेण सिद्ध्या च शक्रिया तुष्ट्या तथैव च विवृत्तं वर्तमानं च तेन जानन्ति वै पुनः भूतादिकानां भूतानां षष्ठसर्गः स उच्यते ते परिग्राहिणा सर्वे सविभागतरास्तु ते चोदनाज्ञाप्यशीलाश्च ज्ञेया भूतादिकास्तु ते इत्येते कथिताः सर्गा षडत्र नृपसत्तम प्रथमो महद सर्गो द्वितीयो ब्रह्मणस्तु यः तन्मात्राणां द्वितीयस्तु भूतसर्गो हि सस्मृतः वैकारिकस्तृतीयस्तु सर्गश्चैन्द्रियकः स्मृतः इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावरा स्मृताः तिर्यक्स्रोतश्च यः प्रोक्तस्तिर्यज्ञोऽन्यः स उच्यते तदोर्ध्वस्रोतसां षष्ठो देवसर्गस्तु सस्मृतः तदोर्वाक्स्रोतसां सर्गः सप्तमः सदुमानुषः अष्टमोऽनुग्रहसर्गसात्विकस्तामसस्तु सः ॐ पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयस्मृताः प्राकृतो वैकृतश्चैव कुमारो नवमस्मृतः एते तव समाख्यादा नवसर्गाः प्रजापतेः प्राकृता वैकृताश्चैव जगदो मूलहेतवः सृजदो जगदीशस्य किमन्यच्छ्रोतुमर्हसि भीष्म उवाच सङ्क्षेपात् कथिताः सर्गाद्देवादीनां गुरोस्तथा विस्तरा श्रोतुमिच्छामि त्वत्तो मुनिवरोत्तम पुलस्त्य उवाच कर्मभिर्भाविदा सर्वे कुशला कुशलैस्तुते ख्यात्या तया ह्यनिर्मुक्ता संहारे ह्युपसंहृताः स्थावरान्ताः सुराद्यास्तु प्रजाराज्यंश्च दुर्विधाः ब्रह्मणः कुर्वद सृष्टिं जज्ञिरे मानसा स्मृताः तदो देवासुरपितॄन् मानुषांस्तु चतुष्टयं शिश्रुक्षुरम्भां स्येदानि स्वमात्मानमयूयुजद मुक्तात्मनस्तदो जादा दुरात्मनः प्रजापदेः शिश्रिक्षोर्जखनात् पूर्वं जज्ञिरे त्वसुरास्तदः तत्याजतां तदो दृष्टान्तमो मात्रात्मिकां तनुं साधु त्यक्ता तनुस्तेन राजेन्द्राभूद्विभावरी शिश्रिक्षुरन्यदेहस्तप्रीधिमापुस्तदसुराः सत्त्वोद्रिक्ता समुद्भूता मुखदो ब्रह्मणो नृप त्यक्ता सापि तनुस्तेन सत्त्वप्रायमभूद्दिनम् तदो हि बलिनो रात्रा वसुरो देवता दिवा सत्त्वमात्रात्मिकां चैव तदोऽन्यां जगृहे तनुम् पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे उत्ससर्ज पितॄन् कृत्वा तदस्तामपि स प्रभुः सा चोत्सृष्टा भवत्सन्ध्या दिननक्तां तरास्तिदिः रजो मात्रात्मिका मन्यां जगृहे स तनुं तदः रजो मात्रोत्कडा जादा मनुष्या कुरु सत्तम तामप्याशु स तत्याज तनुमाद्यां प्रजापतिः ज्योत्स्ना समभवच्चापि प्राक् सन्ध्या याभिधीयते ज्योत्स्नागमतु बलिनो मनुष्याः पितरस्तथा राजेन्द्रसन्ध्यासमये तस्मात् ते प्रभवन्ति वै ज्योत्स्ना रात्र्यहनि सन्ध्या चत्वार्येदानि वै विभोः ब्रह्मणस्तु शरीराणि त्रिगुणोपाश्रयाणि च रजो मात्रात्मिकामेव तदोऽन्यां जगृहे तनुं ततः क्षुद्ब्रह्मणो जादो जज्ञे कोपस्तया कृतः क्षुक्षामो ह्यन्धकारे तु सोऽसृजत् भगवांस्तदः विरूपा अत्तुकामास्ते समधावन्ततं प्रभुं रक्षतामेषयैर्युक्तं राक्षसास्ते तदो भवन् ऊजुः पादाम इत्यन्ये ये दे यक्षास्तु ते भवन् अधिभीतस्य तान् दृष्ट्वा केशाशीर्यन्ति वेधसः हीनाश्च शिरसो भूयः समारोहन्ति ते शिरः सर्पणात् ते भवन् सर्पाहीनत्वादहय स्मृताः ततः क्रुद्धेन वै स्रष्टा क्रोधात्मानो विनिर्मिताः वर्णेन कपिशेनोग्राभूदास्ते पिशिताशिनः धयतो गां समुद्भूता गन्धर्वास्तस्य तत्क्षणाद पिबन्तो जज्ञिरे वाचं गन्धर्वास्तेन ते भवन् एतानि सृष्ट्वा भगवान् ब्रह्मा तच्चक्रिचोदितः ततः स्वच्छन्तदोऽन्यानि वयांसि वयसोऽसृजद अवयो वक्षसश्चक्रे मुखतो जांश्च सृष्टवान् सृष्टवानुदराद्वाश्च महिषांश्च प्रजापतिः पद्भ्यां चाश्वांश मादङ्गान् रासभान् गवयान् मृगान् उष्ट्रानश्वतरांश्चैव न्यं कून्यन्यश्च जादयः ओषध्यफलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे त्रेधायुगमुखे ब्रह्मा कल्पस्यादौ नृपोत्तम सृष्ट्वा पश्वोषधि सम्यक्युयोज स तदाध्वरे गामजम्मखिषमेषमश्वाश्वतरगर्दभान् येदान् ग्राम्यपशूनाहुरारण्यांश्च निबोध मे स्वापदो द्विखुरोहस्ति वानरः पञ्चमः खगः उष्ट्रकाः पशवषष्ठाः सप्तमास्तु सरीसृपाः गायत्रं च ऋजश्चैव त्रिवृत्सोमं रथन्तरम् अग्निष्ठोमं च यज्ञानं निर्ममे प्रथमान्मुखाद यजुंषि त्रैष्टुभं छन्दस्तोमं पञ्चदशं तथा बृहत्साम तथोक्तं च दक्षिणादसृजन्मुखाद सामानि जगदीच्छन्दस्तोमं सप्तदशं तथा वैरूपमधिरात्रं च पश्चिमादसृजन्मुखाद एकविंशमधर्वाणमप्तोर्यामाणमेव च आनुष्टुभं स वैराजमुत्तरादसृजन्मुखाद उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे सुरासुरपितॄन् सृष्ट्वा मनुष्यांश्च प्रजापतिः ततः पुनः ससर्जासौ सकल्पादौ पितामहः यक्षान् पिशाचान् गन्धर्वांस्तथैवाप्सरसां गणान् सिद्धकिन्नररक्षांसि सिंहान् पक्षिमृगोरगान् अव्ययं चव्ययं चैव यदिदं स्थाणुजं गमं तत्ससर्ज तदा ब्रह्मा भगवानादिकृद्विभुः तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे तान्येव प्रतिपद्यं ते सृज्यमानाः पुनः पुनः हिंस्रा हिंस्रे मृदुक्रूरे धर्माधर्मा वृदा नृते तद्भाविताः प्रपद्यन्ते तस्मात् तत्तस्य रोचते इन्द्रियार्थेषु भूतेषु शरीरेषु च स प्रभुः नानात्वं विनियोगं च धादैव व्यसृजत् स्वयं नामरूपं च भूतानां कृत्यानां च प्रपञ्चनं वेदशब्देभ्य एवादौ देवादीनां चकारसः ऋषीणां नामधेयानि यथा वेदे श्रुतानि वै यथा नियोगं योग्यानि अन्येषामपि सोऽकरोद् यथार्थावृतलिङ्गानि नानारूपाणि पर्यये दृश्यन्ते तानि तान्येव तथा भावा युगादिषु करोत्येवं विधां सृष्टिं कल्पादौ स पुनः पुनः शिश्रुक्षुशक्तियुक्तोऽसौ सृज्य शक्तिप्रचोदितः भीष्म उवाच अर्वाक्श्रोतास्तु कथितो भवता यस्तु मानुषः ब्रह्मन्विस्तरदो ब्रूहि ब्रह्मा तमसृजद्यथा यथा सवर्णानसृजद्गुणांश्च स महामुने यच्च तेषां स्मृतं कर्म विप्रादीनां तदुच्यतां पुलस्त्य उवाच सत्त्वाभिध्यायिनः पूर्वं शिश्रुक्षोर्ब्रह्मणः प्रजाः अजायन्त गुरुश्रेष्ठ सत्त्वोद्रिक्तामुखात् प्रजाः वक्षसो रजसोद्रिक्तास्तधान्या ब्रह्मणो भवन् रजसस्तमसश्चैव समुद्रिक्तास्तधोरुतः पद्भ्यामन्याः प्रजा ब्रह्मा ससर्ज कुरु सत्तम तमः प्रधानास्ताः सर्वाश्चादुर्वर्ण्यमिदं ततः ब्राह्मणाः क्षत्रिया वैश्याशूद्राश्च नृपसत्तम पादोरुवक्षस्थलदो मुखतश्च समुद्गताः यज्ञनिष्पत्तये सर्वमेतद्ब्रह्मा चकारः चादुर्वर्ण्यं महाराज यज्ञसाधनमुत्तमं यज्ञेनाप्यायिता देव वृष्ट्युत्सर्गेण मानवाः आप्यायन्ते धर्मयज्ञा यथ कल्याणहेतवः निष्पद्यन्ते नरैस्तेदु सुकर्मनिरतैः सदा विरुद्धाचरणापेतैः सद्भिः सन्मार्गगामिभिः स्वर्गापवर्गं मानुष्यात् प्राप्नुवन्ति नरा नृप यच्चाभिरुचितं स्थानं तद्यान्ति मनुजा विभो प्रजास्ता ब्रह्मणा सृष्टाश्चादुर्वर्ण्यव्यवस्थितौ सम्यक् शुद्धाः समाचारा चरणा नृपसत्तमा यथेच्छावासनिरता सर्वबाधाविवर्जिताः शुद्धान्धःकरणा शुद्धा धर्मानुष्ठाननिर्मलाः शुद्धे च तासां मनसि शुद्धां तः संस्थिते हरौ शुद्धज्ञानं प्रपश्यन्ति ब्रह्माख्यं येन तत्पदम् ततः कालात्मको योऽसौ विधिं च वास उच्यते संसारपादमत्यर्थं घोरमल्पाल्पसारवद अधर्मबीजभूतं तत्तमो लोभसमुद्गतं प्रजासुतासु राजेन्द्र रागादिक्रमसाधनम् ततः सा सहजा सिद्धिस्तेषां नादीव जायते राजन्वश्याधयश्चान्या सिद्धयोष्ठौ भवन्ति याः तासु क्षीणास्वशेषासु वर्धमाने च पादके द्वं द्वाभिभव दुःखार्तास्ता भवन्ति ततः प्रजाः तदो दुर्गाणि ताश्चक्रुर्वार्क्षं पार्वदमौदकं धान्वनं च तथा दुर्गं पुरं खार्वटकादियत गृहाणि च यथा न्यायं तेषु चक्रुः पुरादिषु शीततापादिबाधानां प्रशमाय महामदे प्रतिहारमिमं कृत्वा शीतादेष्टा प्रजाः पुनः वार्तोपायं ततश्चक्रुर्हस्तसिद्धिं च कर्मजाम् व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः प्रियङ्गुकोविदाराश्च कोरदूषाः सचीनकाः माषामुद्गामसूराश्च निष्पावाः सकुलद्धकाः अठकाश्चणकाश्चैव चणाः सप्तदश स्मृताः इत्येदा ओषधीनां तु ग्राम्याणां जादयो नृप ओषध्यो यज्ञियाश्चैव ग्राम्या वन्याश्च दुर्दश व्रीहयः सवयामाशा गोधूमा अणवस्तिलाः प्रियङ्गुसप्तमाह्येदा अष्टमास्तु कुलुद्धकाः श्यामाकस्त्वधनिवारो वर्तुलः स गवेधुकः अथ वेणु यवाः प्रोक्तास्तद्वन्मर्कडका नृप ग्राम्या वन्या स्मृता ह्येदा ओषध्यश्च चतुर्दश यज्ञनिष्पत्तये तद्वत्तथा सां हेदुरुत्तमः एताश्च सह यज्ञेन प्रजानां कारणं परं परापरविदः प्राज्ञास्ततो यज्ञान्विदन्वदे अहन्यहन्यनुष्ठानं यज्ञानां पार्थिवोत्तम उपकारकरं पुंसां क्रियमाणं फलार्थिनां येषां चकालसृष्टोऽसौ पापा बिन्दुर्महामदे मर्यादां स्थापयामास यथास्थानं यथा गुणं वर्णानामाश्रमाणां च धर्मान्धर्मभृतां वर लोकांश्च सर्ववर्णानां सम्यग्धर्मानुपालिनां प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं तु पार्थिव स्थानमैन्द्रं क्षत्रियाणां सङ्ग्रामेष्वनिवर्तिनां वैश्यानां मारुदं स्थानं स्वधर्ममनुवर्तिनां गान्धर्वं शूद्रजातीनां परिचर्या सुवर्तिनाम् अष्टाशीतिसहस्राणां यदीनामूर्ध्वरेतसां स्मृतं तेषां तु यस्थानं तदेव गुरुवासिनां सप्तर्षीणां च यस्थानं स्मृतं तद्वै वनौकसां प्राजापत्यं गृहस्थानां न्यासिनां ब्राह्मसंज्ञितम् योगिनामृतं स्थानं ब्रह्मणः परमं पदं एकान्तिनः सदोद्युक्ताध्यायिनो योगिनो हि ये तेषां तत्परमं स्थानं यत्तत्पश्यन्ति सूरयः गदागदानि वर्तन्ते चन्द्रादित्यादयो ग्रहाः अद्यापि न निवर्तन्ते नारायणपरायणाः तामिश्रमन्धतामिश्रं महारौरवरौरवम् असिपत्रवनं घोरं कालसूत्रमवीचिमत विनिन्दकानां वेदस्य यज्ञव्याखादकारिणां स्थानमेदत्समाख्यातं स्वधर्मत्यागिनश्च ये तदोभिध्यायतस्तस्य जज्ञिरे मानसाः प्रजाः तच्छरीरसमुत्पन्नैः कायस्थैकरणैः सह क्षेत्रज्ञाः समवर्तन्त गात्रेभ्यस्तस्य धीमदः ते सर्वे समवर्तन्त ये मया प्रागुदाहृताः देवाद्यास्तावरान्ताश्च त्रैगुण्यविषये स्थिताः एवं भूतानि सृष्टानि स्थावराणि चराणि च यदास्य ताः प्रजा सर्वानव्यवर्धं तधीमदः अधान्यान् मानसान् पुत्रान् सदृशानात्मनो सृजद भृगुं मां पुलखं चैव क्रदुमङ्गिरसं तथा मरीचिं दक्षमत्रिं च वसिष्ठं चैव मानसान् नवब्रह्माण इत्येते पुराणे निश्चयं गदाः सनन्दनादयो येजपूर्वं सृष्टास्तु वेधसा न ते लोकेष्वसज्जन्त निरपेक्षाः प्रजासुदे सर्वे ह्यागतविज्ञानाविदरागा विमत्सराः तेष्वेवं निरपेक्षेषु लोकसृष्टौ महात्मनः ब्रह्मणो भून्महान् क्रोधस्त्रैलोक्यदहनक्षमः तस्य क्रोधात् समुद्भूतं ज्वालामालावदीपितम् ब्रह्मणस्तु तदा ज्योतिस्त्रैलोक्यमखिलं दहत भ्रुकुडीकुटिलात्तस्य ललाडात् क्रोधदीपितात् समुत्पन्नस्तदा रुद्रो मध्याह्नार्कसमप्रभः अर्धनारीनरवपुः प्रचण्डोदिशरीरवान् विभजात्मानमित्युक्त्वा तं ब्रह्मान्तर्दधे तदः तथोक्तोऽसौ द्विधा स्त्रीत्वं पुरुषत्वं तथा करोद बिभेदपुरुषत्वं च दशधा चैकधा च सः सौम्या सौम्यस्तथा रूपै शान्तैस्त्रीत्वं च सप्रभुः बिभेदबहुधा चैव स्वरूपैरसितैसितैः तदो ब्रह्म स्वयंभूतं पूर्वं स्वायम्भुवं प्रभुम् आत्मानमेव कृतवान् प्रजापत्ये मनुं नृप सदरूपां चदां नारीं तपो निर्धूतकल्मषाम् स्वायम्भुवो मनुर्नाम पत्नीत्वे जगृहे प्रभुः तस्माच्च पुरुषाद्देवी शतरूपा व्यजायत प्रियव्रतोत्तानपाद प्रसूत्या कूदिसंज्ञितां ददौ प्रसूतिं दक्षाय आकूतिं रुचये पुरा प्रजापतिः स जग्राह तयोर्जज्ञे स दक्षिणः पुत्रो यज्ञो महाभाग दम्पत्योर्मिथुनं तदः यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे यामा इति समाख्यादा देवा स्वायम्भुवे मनौ प्रसूत्यां च तथा दक्षश्चतस्रो विंशतिं तथा ससर्जकन्यास्तासां तु सम्यग् नामानि मे शृणु श्रद्धा लक्षीर्धृदि पुष्टिस्तुष्टिर्मेधा क्रिया तथा बुद्धिर्लज्जा वपुः शान्तिर्हृद्धिकीर्तिस्त्रयोदशी पत्न्यर्थं प्रतिजग्राहधर्मो दाक्षायिणी प्रभुः ताभ्यशिष्टा यवि यस्येकादश सुलोचनाः ख्यादिस्सत्यद सम्भूतिस्मृतिः प्रीतिः क्षमा तथा सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वथा तथा भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः अहं च पुलहश्चैव क्रदुर्मुनिवरस्तथा अत्रिर्वसिष्ठो वह्निश्च पितरश्च यथा क्रमं ख्यात्याद्या जगृहुकन्या मुनयो राजसत्तम श्रद्धाकामं बलं लक्ष्मीर्नियमं धृदिरात्मजं संतोषं च तथा तुष्टिर्लोभं पुष्टिरसूयत मेधाश्रुतं क्रियादण्डं नयं विनयमेव च बोधं बुद्धिस्तदा लज्जा विनयं बभुरात्मजं व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत सुखमृद्धिर्यशकीर्तिर्यत्येते धर्मसूनवः कामान्नं दी सुदं हर्षं धर्मपौत्रमसूयत हिंसा भार्यात्वधर्मस्य तस्य जज्ञे तदा नृदं कन्या च निकृतिस्ताभ्यां भयं नरक एव च माया च वेदना चैव मिथुनं द्वंद्वमेव च तयोर्जज्ञेध वै माया मृत्युं भूतापहारिणं वेदनायास्ततश्चापि दुःखं जज्ञेधरौरवाद मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश्च जज्ञिरे दुःखोत्तरा स्मृता ह्येते सर्वे चाधर्मलक्षणाः नैषां भार्यास्ति पुत्रो वा ते सर्वे ह्यूर्ध्वरेदसः रौद्राण्येतानि रूपाणि ब्रह्मणो नृपरात्मजा नित्यं प्रलयहेतुत्वं जगतोऽस्य प्रयान्ति वै रुद्रसर्गं प्रवक्ष्यामि यथा ब्रह्मा चकारः कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः प्रादुरासीत् प्रभोरं के कुमारो नीललोहितः रुदन्वै सुस्वरं सोधद्रवंश्च नृपसत्तम किं रोदिषीदितं देवो रुदं तं प्रत्युवाचः नाम देहीदितं सोधप्रत्युवाच प्रजापतिं रोदनाद्रुद्रनामासि मारोधिर्धैर्यमावह यवमुक्तः पुनः सोध सप्तकृत्वो रुरोदः तदोऽन्यानि ददौ तस्मै सप्तनामानि वै प्रभुः मूर्तीनां चैवमष्टानां स्थानान्यष्टौ चकारः भवं सर्वमधेशानं तथा पशुपतिं नृप भीममुग्रं महादेवमुवाच स पितामहः सूर्यो जलं मही वह्निर्वायुराकाशमेव च दीक्षितो ब्राह्मणः सोम इत्येते तनवक्रमाद एवं प्रकारो रुद्रोऽसौ सतीं भार्यामविन्दद दक्षकोपाच्च तत्याज सा सदी स्वं कलेवरम् हिमवद्दुहिता सा भून् मेनायां नृपसत्तम उपयेमे पुनश्चैव याचित्वा भगवान् भवः दाक्षी धातृविधातारौ भृगोख्यादिरसूयत श्रियं च देवदेवस्य पत्नी नारायणस्य या इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे तृतीयोऽध्यायः ॐ